पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 165 महादेव उवाच भूतालयं ततो गच्छेत्तीर्थं पापहरं पदं भूतालयो वडो यत्र यत्र प्राचीतु चन्दना भूतालये नरस्नात्वा कृष्णाष्टम्यामुपोषितः यस्तु कृष्णतिलान् दद्यान्नः स प्रेतोऽभिजायते पितृनुद्दिश्य यो दद्यादुदकुम्भं तिलैः सह पूर्वजान्प्रेतभावात् स मोचयेन्नात्र संशयः यस्य नाम्ना नरस्नादिप्रेदत्वात् स विमुच्यते चतुर्दश्यामधाष्टम्यां प्रभादे विमलोदके तीर्थे भूतालये स्नात्वा दृष्ट्वा भूतालयं वटं भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम् इति श्रीभूतेश्वरतीर्थम् अधस्तीर्थात् परं तीर्थं खडेश्वरमिति स्मृतं यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवं यत्र साभ्रमदीतीर्थं खडो वै परमो महान् दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः तत्र गत्वा विशेषेण प्लक्षपूजां करोति यः मनसा भीप्सितान् काल्लभते मनवो भुवि इति खडेश्वरतीर्थं ततो गच्छेन्नरो भक्त्या वैद्यनाथेधि विश्रुतं तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः पितॄन् सन्तर्प्य विधिना सर्वयज्ञफलं लभेद विजयो देवसम्भूतः सर्वपापक्षयङ्करः यं दृष्ट्वा विविधान् कामान् प्राप्नुयुस्ते नराः सदा श्रीपाद्मे महापुराणे उत्तरखण्डे विजयीतीर्थमाहात्म्यं नाम 65 अधिकशततमोऽध्यायः ओम्।